वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्री गुरुभ्यो नमः। ॐ श्री गणेशाय नमः। ॐ श्री सरस्वत्यै नमः। त्रिमुनिवन्दना एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः महोदय। धन्यवादः। इदानीं हा अस्माकं हस्ते किम् अस्ति, नवतिनिमिषाः सन्ति। अहं किं चिन्तयामि, अर्धसमयं नूतनपाठस्य आरम्भं कुर्मः, अर्धसमयम् अस्माकं गृहकार्यं यदस्ति तत् कुर्मः। चिन्तनं कथम् अस्ति सर्वेषां कृते? सम्यक् अस्ति महोदय। सम्यक् अस्ति। हा, एकं तु अहं दृष्टवती यत् करपत्रं वयम् अद्य पठितुं किम् उद्देश्यं कुर्मः, तत्र यद् वयं गत अवसरे पुनरभ्यासं कृतवन्तः तदेव लिखितम् अस्ति। हा, तत्र वयं सूत्राणाम् आधारेण चर्चां कृतवन्तः, अत्र साक्षात् तदेव लिखितम् अस्ति। अतः किञ्चित् शीघ्रम् अग्रे गन्तुं शक्नुमः इति अहं चिन्तयामि। ओके, अतः सपादसप्तवादने मां सूचयतु, परिवर्तनं कुर्मः। ओके, सूचना का ददाति? अहं ददामि। ओ, भवानेव? हा, ओके, सूचयतु सपादसप्तवादने अथवा पञ्चनिमिषपूर्वं, तदा वयं करपत्रं समापयामः, तत्र कुत्रापि स्थगयामः, अनन्तरं किं प्रक्रियाविषये गच्छामः। गृहकार्यं यत् वयं कर्तुम् आरम्भं कृतवन्तः, परन्तु कदापि वर्गे तस्य चर्चां न कृतवन्तः। ओके, अस्तु। ओके, अतः अद्य अरे रवि चित्कार अद्य पुनः आगतवान्। हा, भवान् तु किं रेग्युलर् नास्ति इदानीं? अलारम् स्थापितवान्। अलारम् इति गेटिङ्ग् अप् प्राब्लम्। हा, भवान् कुत्र निवसति? मेरिलेण्ड् राज्ये। मेरिलेण्ड् राज्ये, अतः बहु किम् अलार्म् किमर्थं? तत्र तु रात्रि अस्ति न? आम्, रात्रि अस्ति, किन्तु विस्मृतवान्। केलेण्डर् मध्ये तु अस्ति, किन्तु तस्य कुत्रापि किमपि स्थापयतु स्मरणार्थम्। इदानीम् अहम् ओके, विजया पठनम् आरम्भं करोतु, स्टार्टिङ्ग् फ्रम् बाटम्। अस्ति न विजया? नमस्कारः महोदय। नमस्कारः। एतत् धातुविज्ञानविषये अस्तु। एतत् केवलं पुनरभ्यासं, वयं तु एतत् सर्वं गतवर्गे चर्चितवन्तः। ओके, अस्तु महोदय। धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियते अनुबन्धः नाम यस्य इत्संज्ञा योग्यत्वं सः एव. तर्हि इत्संज्ञा योग्यत्वं केषां भवति? अस्य ज्ञानं भवति इत्संज्ञा विधायकसूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना, येन सर्वम् इत्संज्ञा विधायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञां प्रकरणम् इति आहत्य तत्र षट् इत्संज्ञा विधायकानि सूत्राणि सन्ति. एकं वार्तिकम् अस्ति इत्संज्ञा विधायकम्, एकम् इत्संज्ञा निषेधकं सूत्रमस्ति, एकं लोपविधायकं सूत्रमस्ति. तत्रैः षट्भिः सूत्रैः इत्संज्ञा विधीयते. धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु यत्र कुत्रापि इत्संज्ञा भवति तत्र एभिः एव सूत्रैः. अग्रे अष्टमाध्याये अग्रे पठामि वा महोदय? एतस्य किञ्चित् स्पष्टीकरणं करोतु. विवरणं करोमि. अस्तु, अत्र धातुभ्यः अनन्तरं प्रत्ययः यत्र भवति तत्र एव वयं सर्वे पूर्णतया अत्र क्रियापदं स्वीकुर्मः. धातुभ्यः योगः प्रत्ययाः योजनेन वयं सर्वे अन्तिमरूपम् अत्र निष्पन्नं भवति एतत्. अनन्तरम् अत्र अनुबन्धाः इति किञ्चित् प्रत्यय अपि अस्ति. एतत् किम् अस्ति चेत् एतत् निष्कासनम् अनन्तरमेव अत्र योग्यत्वं भवति. इदानीम् अनुबन्धः नाम किम् इत्युक्ते अत्र एतत् अनुबन्धः अन्यपदम् अपि अस्ति इत्संज्ञा. यत्र इत्संज्ञा योग्यत्वं भवति तत् एव सः एव अनुबन्धः इति स्वीकुर्मः. अत्र इत्संज्ञा ज्ञानं भवति चेत् अत्र इत्संज्ञा विधायकसूत्रैः एव भवति. अत्र प्रथम अध्यायस्य तृतीयपादात् आरभ्य द्वितीयसूत्रात् प्रथमपादे द्वितीयपादस्य प्रथम अध्याये तृतीयपादे द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् अत्र इत्संज्ञकप्रकरणमस्ति. अत्र प्रकरणं नाम किम् अस्ति चेत् अत्र संज्ञाप्रकरणम् अस्ति. एतत् बहवः प्रकरणम् अस्ति. अत्र इत्संज्ञाप्रकरणम् अपि अस्ति. आहत्य अत्र षट् इत्संज्ञा विधायकानि सूत्राणि सन्ति. एतत् वार्तिकमपि अत्र एतत् विषये अपि अस्ति. इत्संज्ञावाच्य अनन्तरम् इतोपि किञ्चित् यत्र यत्र एतत् प्रकरणविषये वयं स्वीकुर्मः तत्र एतत् इत्संज्ञकविषये किञ्चित् वार्तिकमपि अस्ति. इदानीं षड्भिः सूत्रैः इत्संज्ञा विधीयते. धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु यत्र कुत्रापि इत्संज्ञा भवति एतत् एभिः एव सूत्रैः भवति. एतत् सूत्रं किं किम् इति अग्रे आगच्छति. सूत्राणां स्मरणमस्ति इत्संज्ञक एतत् उपदेशाज अनुनासिक इत् अनन्तरं तस्य लोपः हलन्त्यम् अनन्तरं न विभक्तौ तुष्माः. प्रथमं किञ्चित् वर्णाः सन्ति. एतत् आदिर्नटुडवः इति सूत्रेण इत् भवति. अनन्तरं वाच्यं वार्तिकमपि अस्ति इर् इत्संज्ञा वाच्य इति. इदानीं भवती किं न विभक्तौ तुष्माः इति उक्तवती. कीदृशं सूत्रमस्ति तत्? एतत् एकनिमिषं कीदृशम् इत्युक्ते अत्र संज्ञासूत्रमेव कर्तुं संज्ञासूत्रमेव संज्ञासूत्रं परन्तु तत्रापि वयं जानीमः न अधिकारसूत्रं परिभाषासूत्रं संज्ञासूत्रम् एवमेवं वयं दृष्टवन्तः न विभक्तौ तु स्मः किं कार्यं करोति अत्र यत्र यत्र सकारः विभक्तिसंज्ञकप्रतिम् अस्ति तत् स्थाने सावर्गः अस्ति सकारः अस्ति मकारः अस्ति एतत् अत्र ईत्संज्ञकः न भवति एव उदाहरणरूपेण स्वीकुर्मः आम् निषेधं करोति न आम् आम् महोदय अतः निषेधकसूत्रम् इति वक्तुं शक्नुमः निषेधकसूत्रम् अस्तु महोदय आम् महोदय इदानीं लोपविधायकसूत्राणि यानि सन्ति तत्र भिन्नता अस्ति वा न कथ किमर्थम् एतत् पृच्छामि सर्वाणि सूत्राणि इत्संज्ञकसूत्राणि यानि सन्ति सर्वत्र उपयोगं भवति वा तत्रापि विभजनम् अस्ति कारणम् अस्माकं हस्ते धातवः सन्ति प्रत्ययाः सन्ति आम् षट् सूत्राणि सन्ति इति वयं पठितवन्तः न षट् सूत्राणि इत्संज्ञकविधायकसूत्राणि सन्ति इति वयं पठितवन्तः षड्भिः सूत्रैः कार्यं वयं कुर्मः सर्वत्र धातुविषये अपि प्रत्ययविषये अपि अथवा तत्र विभजनमस्ति स्मरणे अस्ति त्रीणि सूत्राणि प्रत्ययेषु पुनः वदतु त्रीणि सूत्राणि प्रत्ययेषु ते के तानि कानि षक् प्रत्ययस्य चुटु दशक्वतिदि षः प्रत्ययस्य लशक्वतति लशक्वतति चुटु चुटु त्रीणि सूत्राणि उपदेशावस्थायां चत्वारि सूत्राणि धातुषु चत्वारि सूत्राणि कानि कानि उपदेशे अजनुनासिक इति हलन्त्यं न विभक्तौ तु स्माः आदिर्न्युतुडवः अनन्तरम् एकं वार्तिकमपि अस्ति ओके सम्यक् धन्यवादः उषा अग्रे पठतु महोदय केन् यू हियर् मी इदानीम् ओके ओके अग्रे पठतु यदा वयम् आपणतः शाकादिकम् आनयामः तदा यदा आनयामः तथैव तस्य उपयोगं न कुर्मः कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः तथैव अन्तस्थं भागं खादामः शाकस्य अपि कश्चन भागः निष्कास्यते कश्चन भागः उपयुज्यते तथैव धातूनां प्रत्ययानाम् आगमनाम् आदेशानां च विषये अस्ति भगिनि किञ्चित् विवरणम् अस्ति सूत्राणाम् उपयोगं स्वीकृतं फस्ट् वि विल् फील् औट् द किञ्चित् आडियो अधिकं करोतु सम्यक् न श्रूयते नौ केन् यू हियर् मी महोदय हलो केन् यू हियर् मी महोदय नौ दिस् इस् बेटर् बट् देन् इट् कीप्स् गोयिङ्ग् डौन् maintaining it. I don't know what is wrong with my come closer, come closer to the mic. Okay, okay, Mahodaya. I am keeping very nearer to my mouth also. That's I think better. Yada vayam kadali palani svikurmah, first we will peel out the, if we want to eat, we will peel out the skin first. Then we will start eating or something. We will cut the banana and we will start eating. Like that, dhatu, upadeshika dhatu, when we svikartum anantaram, itsanya prakaram, like that we have to do all the steps. Then only it is ready to yojayitum shaknumaha with pratyaya. Yeah. We have to make it ready to eat. Ready to eat as upayogi rupam. Upayogi rupam, after obtaining upayogi rupam, we can join pratyaya. Yeah. Pratyaya-vishya api tadeva. Dhatu-vishya api, pratyaya-vishya api. Upayoga-rupam yavat-paryantam na prapnumaha, tavat-paryantam gantavyam. Okay? Aam, Mahode. Anantram. Agri anya patishyati. Ravi Chitkara. Agri yavat-paryantam. Mother, ask you one now. What is it? Prashna Udeti Anubandha Kimartam Yujyante Paninina Yadi Tesham Lopaha Bhavati Eva Atra Ardha Matra Lagavena Trotsavam Manyante Vaya Karanaha Iti Uchyante Ardha Matra Yaha Api व्यर्थता न भवति अनुबन्धानाम् अर्थाः सन्ति तेषां प्रयोजनानि कार्याणि च सन्ति अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम् अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः अधुना तावत् अवगम्यताम् यदा यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति तेषां विकृतिं साधयित्वा उपयुज्यमहे. यथा अन्यवस्तूनि वयं किञ्चित् भागं निष्कासयामः तथैव उपदेश धातु च धातूनाम् अपि धातु प्रत्ययः द्वयमपि अस्ति द्वयं इत्संज्ञक भागं निष्कासयामः अनन्तरमेव स्वीकुर्मः उपयोगभागम् अनन्तरं वयं प्राप्नुमः तदेव स्वीकृत्य अग्रे गच्छामः. अत्र इत्संज्ञक भागस्य अपि उपयोगिता अस्ति. तिंशित् सार्वधातुकम् इति चित् इति नामकरणं भवति यस्य प्रत्ययस्य शकारस्य इति भवति तस्य नाम भवति तेन कारणेन शकारस्य इत् अस्ति शकारस्य इत् अस्ति तेन कारणेन किं कार्यं सिद्ध्यते तस्य नाम शित् भवति तथा तस्य संज्ञा सार्वधातुकसंज्ञा भवति सार्वधातुकसंज्ञा वयं प्राप्नुमः तदर्थमेव अन्यकार्याणि वयं अग्रे कुर्मः ओके इदानीं प्रतिभा अस्ति आं भगिनी अस्मि नमस्ते नमस्ते अग्रे पठतु एकः प्रश्नः वदतु कः कस्य प्रश्नः अस्ति गान् ओके प्रतिभा अग्रे गच्छतु आम् आं भगिनि महोदय प्रीवियस् पाराग्राफ् प्रीवियस् पाराग्राफ् ओके प्रीवियस् पाराग्राफ् इत्युक्ते एवमपि ध्येयम् अथवा तत्पूर्वं तत्पूर्वम् अर्धमात्रा लाघ तत्र एव अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः एतत्तु एकं किं स्टाण्डर्ड् एक्साम्पल् ओके अर्धमात्रा इत्युक्ते व्यञ्जनं यदा एकं व्यञ्जनम् अपि वयं निष्कासयितुं शक्नुमः बहु सन्तोषम् अनुभवन्ति वैयाकरणाः प्रश्नं किं तत्र भवतः अर्धमात्रा इत्युक्ते किं महोदय ओ मात्राविषये भवान् न जानाति ओके इदानीं किं ह्रस्वदीर्घप्लुतः जानाति वा आं महोदय उदाहरणं ददातु ह्रस्वस्य इत्युक्ते दीर्घ आ इत्युक्ते दीर्घ इत्युक्ते प्लुत इदानीं यदा वयं व्यञ्जनविषये चिन्तनं कुर्मः तत्र तु स्वर नास्ति अस्तु क यदा वयं वक्तुम् इच्छामः तत्र अकार योजयित्वा एव सम्पूर्णशब्दं बहिः आगच्छति अतः व्यञ्जनविषये अर्धमात्रकम् इति उच्यते ओके व्यञ्जनानां कृते अर्धमात्रं हलन्त वयं स्थापयामः न अधः चिह्नं स्थापयामः तदस्ति अर्धमात्रकम् ओके ओ हलन्त चिह्नं इत्युक्ते अर्धमात्रा ओके कारणं स्वर यत् स्वरः अस्ति तत् वयं कट् कुर्मः न आमामाम् ओके अतः अर्धमात्रकं तदनन्तरं हलन्तचिह्नं निष्कास्य वयं लिखामः चेत् यत्किमपि स्वरः अस्ति तत् वयं योजयित्वा लिखामः न क अस्ति कि अस्ति कु अस्ति अर्धमात्रायाः अपि व्यर्थता न भवति ओके अस्तु महोदय ओके इदानीं प्रतिभा एवमपि ध्येयं लोके कतिचन पदार्थाः तादृशाः सन्ति यथा आनयामः तथैव प्रयोगं कुर्मः धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति येषु अनुबन्धाः न भवन्ति यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति प्रत्ययेषु यथा अप्रत्ययः तत्र अनुबन्धः नास्ति कानिचन पदार्थाः अनुबन्धरूपेण न भवति तदेव उपयोगीरूपं भवति लौकिकरूपं तदेव भवति तत् एतदेव उपयोगं कृत्वा अग्रे गन्तुं शक्यते इति धातु वा प्रत्ययं वा उदाहरणरूपेण भूधातु अत्र अनुबन्धरूप अनुबन्ध कुत्र औपदेशिकरूपं भू एव तत्र तदेव स्वीकृत्य कर्तुं शक्यते इत्संज्ञाप्रकरणं कर्तुं न आवश्यकता नास्ति तत्र. तथैव प्रत्ययेषु अकारप्रत्ययः अस्ति, तत्रापि औपदेशिकरूपम् एतदेव अस्ति. इत्संज्ञाप्रकरणं न कृत्वा, सम्यक् वा, न कृत्वा तत् अग्रे प्रक्रिया कर्तुं शक्यते. इत्युक्ते औपदेशिक रूपम् अनन्तरम् उपयोगिरूपं द्वयमपि समानं भवति. कारणं तत्र किमपि इत्संज्ञकवर्णः न दृश्यते, अतः साक्षात् उपयोगं कर्तुं शक्नुमः. तर्हि अग्रे पठामि वा? अग्रे पूर्णिमा अस्ति न? अस्तु महोदय, अन्तिमवाक्यस्य प्रत्ययेषु यथा अप्रत्यय तत्र अनुबन्धः नास्ति. अप्रत्ययः कस्मिन् गणे अस्ति? अप्रत्ययविषये अहं न जानामि महोदय. अस्ति अप्रत्ययः, अ इति प्रत्ययः अस्ति कुत्रापि, हा, अस्माकं विकरणप्रत्ययः नास्ति, अन्यप्रत्ययः अस्ति. ओ ओके, केवलं लङ् लकाराणाम् अप्रत्ययः आगच्छति खलु, लङ् लुङ् विकरणप्रत्ययः नास्ति, अप्रत्ययः आगच्छति. अस्ति न, तत्र स्थापयामः. ओके ओके ओके, अपि प्रत्यय अस्ति, केवलम् अस्ति अस्ति, अन्यथा स्थापयितुं शक्नुमः. अस्तु अस्तु अस्तु अस्तु महोदय, आगमः भवति, तत्र स्थापयामः न. आमाम् आम् ओके. पूर्णिमा, नमस्ते भगिनि. नमस्ते. अत्र तत् तर्हि अत्र मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यं. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धाः के किं च अवशिष्यते अनुवर्तते. वृत्तान्ते तु पचश् पाके इति मूलस्वरूपं पचति इति क्रियापदं, तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. स्किपिङ्ग् लैन्स् पूर्वमपि लैन् यू स्किप्ट् अण्ड् नौ मूलतया डुपचश् इति स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु अन्ते शकारः, अपि च चकारोत्तरवर्ति अकार अनुनासिक आकारः. चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति, वर्ति इत्यस्य प्रातिपदिकं वर्तिन् हृत् धातु. त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं यथा सव्यत्. तत्र सकारस्य इत्संज्ञालोपः च तव्य इति अवशिष्यते. तर्हि पच् तव्य इति स्थितिः इदानीं कार्यस्य आरम्भः भवति. येन पक्तव्यम् इति रूपं निषेधत्. अत्र वयं यदा कार्यं कर्तुं प्रारम्भं कुर्मः तथा मूलधातुः किम् अस्ति, मूलधातुः कः, अनुबन्धवर्णाः के, तत्र निष्कासनानन्तरं के किम् अवशिष्यते तत् प्रथमं ज्ञातव्यम्. अनन्तरं प्रथमं धातोः प्रत्ययानां प्रथमं निष्कासयित्वा मूलरूपं प्राप्यते। यथा डुपचस् इत्यर्थः डु इति आदिर्निगडवः इति सूत्रस्य आधारेण उच्चज्ञा भूत्वा तस्य लोपः इति सूत्रस्य लोपः भवति। शकारस्य हलन्त्यम् इति सूत्रस्य आधारेण उच्चज्ञा भूत्वा तस्य लोपः भवति। अकारः अपि अनुनासिका अस्ति, उपदेशे चतुर्दासिका इति सूत्रस्य आधारेण तस्य लोपः भूत्वा पच् एव अवशिष्य भागम् एतत् पचति इति कर्तरि लटिरूपसिद्धः भवति। इदानीं चकारोत्तरवर्ति इत्युक्ते अनन्तरं यत् आगच्छते तत्तु वर्तिनिति वर्ति इति वक्तुं शक्यते। अनुबन्धवर्णाः अनन्तरं वर्ति इत्यस्य प्रातिपदिकं वर्तिन् नकारान्त वर्त् वृत् धातु वर्तिनिति प्रातिपदिकम्। अनुबन्धसंज्ञानन्तरं धातु अवशिष्यते, तत्र प्रत्ययस्य योजनं कर्तुं शक्यते। यथा वयं तव्यत् प्रत्ययं योजयामः चेत् अन्ते तस्य तकारस्य फलन्तमिति सूत्रस्य आधारेण इत्संज्ञा भूत्वा तस्य लोपः भवति, तव्या एव अवशिष्य पाकं। धातुः पच् पचिकतव्या कथं पठितव्यं भवति इति इदानीं पठितव्यम्। अग्रे पठिष्यामः। इत्युक्ते वयं प्रथमकार्यं किं कुर्मः, दुपचष् यत् धातु उपदेशिकरूपे अस्ति ततः आरभ्य वयम् उपयोगिरूपं प्राप्नुमः पच् इति तत्तु धातुविषये। प्रत्ययविषये तव्यत् इति प्रत्ययं स्वीकुर्मः चेत् तदा किम् अभवति, तत्र तव्य एव अवशिष्यते उपयोगिरूपं, तदनन्तरं पच् अधिकं तव्य तस्य प्रोसेसिङ्ग् भिन्नम् अस्ति। ओके, अन्तिमरूपं वयं प्राप्नुमः पक्तव्यम् इति, परन्तु तस्मिन् विषये इदानीं चर्चा नास्ति, केवलं पच् अधिकं तव्य तावत्पर्यन्तम् आनेतव्यम्। ओके, तदनन्तरं तु अग्रे पठनं भविष्यति। ओके ओके, इदानीं मुत्तुलक्ष्मी। अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञा विधानं निबन्धलोपः च, तदर्थम् इत्संज्ञाप्रकरणम् अस्ति। तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः, तथा सर्वाणि सूत्राणि अवलोकयाम। एतदेव वयं गत रविवासरे कृतवन्तः, तथापि अग्रे पठतु, शीघ्रं शीघ्रं गन्तुं शक्नुमः इदानीम्। अस्तु, उपदेशे जनुनासिक इत् इति प्रथमम् इत्संज्ञाविधायकं सूत्रम्। उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञां करोति इदं सूत्रम्। उपदेशः नाम धातुः प्रत्ययः आदेशः आगमो वा। अनुनासिकः अच् नाम यस्मिन् अच् इति अनुनासिकचिह्नम् अस्ति। बृहद्धातुकुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते। किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते। प्राचीनकाले इदं विज्ञानं ज्ञायते स्म, अद्य प्रायः इदं विज्ञानं न लभ्यते। अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः। तद् विज्ञानस्य अभावे बृहद्धातुकुसुमाकरे अपि अनुनासिकचिह्नानि न दत्तानि, किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः। यत्र अनुनासिकचिह्नं स्यात् नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः जातः अद्य इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति ऊहया एव बोध्यं यथा गमलु गम्ल धातुः अत्र लु इति अच् वर्णः अनुनासिकः अस्ति अतः उपदेशे जनुनासिक इति सूत्रेण तस्य इत्संज्ञां भवति तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते लु अनुनासिकः इति इतम् इति कथं ज्ञातं फलं दृष्ट्वा प्रक्रियायां लोके च गम् इत्येव दृश्यते अतः लु इत्यस्य लोपः जातः लोपः जातः चेत् उपदेशे जनुनासिक इत्येव सूत्रेण अर्हति स्म अतः लु अनुनासिकः स्यात् इति अनुमानम् अस्माकम् ओके अनुमानं कथं क्रियते तस्मिन् विषये अत्र स्पष्टीकरणं कृतं भवती किं ज्ञातवती यथा घम्ल इति अस्ति तत्र अनुनासिकचिह्नं नास्ति चेदपि उपदेशे जनुनासिक इति सूत्रेण लु इत्संज्ञा भवति तदनन्तरं गम् एव उपयोगीरूपं तद् दृष्ट्वा वयम् ऊहां कर्तुं शक्यते तत् उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भवति इति ओके यावत्पर्यन्तं सम्यक्तया अवगतम् अस्मिन् काले यदा वयं किमपि कोशः स्वीकुर्मः बृहद्धातु कुसुमाकरः इति बहु प्रसिद्धनाम अस्ति अन्य धातु कोश स्वीकुर्मः चेत् अपि कुत्रापि वयं निष्कासित इत्वर्णानां इत्वर्णः वयं कदापि न प्राप्नुमः केवलम् अवशिष्टभागः वयं प्राप्नुमः अतः अस्मिन् काले वयं ऊहयामः ओके पूर्वम् एतदेतत् सर्वम् आसीत् इत्संज्ञा भूत्वा इदानीं वयं केवलम् अवशिष्टभागं पश्यामः ओके ओके इदानीं कस्याः पर्यायः गीता अस्तु महोदय अस्तु एतदपि देयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत्संज्ञा क्रियेत यथा दुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति तत्र डु इत्येव एकं यूनिट् अस्ति अतः अपरेण सूत्रेण इत्संज्ञा साध्येत अत्र डु दुपजंश् इति वाक्ये डु यत्र अस्ति तत्र उकारः अनुनासिकः न भवति अतः डु इत्येव स्वीकुर्मः अपरेण सूत्रेण आदिर्नितुदवः इति सूत्रेण डु इत्यस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः अपि भवति ओके तत्र अनुनासिक उकारः न दृश्यते न भवति कथं जानीमः उकारः किम् अनुनासिक उकारः नास्ति इति कथं भगिनीं भगिनी किम् उक्तवती इतोपि एकवारं हा वयं इदानीं तु वयं जानीमः सम्पूर्णतया इत्युक्ते वर्णसमूहस्य संज्ञा भवति तेन आधारेण एतत् वयं एतस्य ऊहं वयं कृतवन्तः तद् सूत्रेण आदिर्निटुडवः कारणं दकारः यत् अस्ति तस्य तु इत्संज्ञा वयं चुतु कर्तुं शक्नुमः परन्तु तकारः यदस्ति तस्य कथं गतं तस्य तु रीज़न् नास्ति न परन्तु अस्माकं हस्ते अन्यलेखं सूत्रमस्ति तदन्तु आदिर्निटुडवः तत्र वर्णसमूहस्य इत्संज्ञा भवति तस्य आधारेण वयं कृतं कर्तुं शक्नुमः अत्र डु प्रत्यक्ष यत् अस्ति तत्र डु सम्पूर्णतया गच्छति इत्युक्ते इत्संज्ञा भवति अस्तु भगिनि सूत्राणाम् आधारेण एव वयम् एवं कर्तुं शक्नुमः अस्तु चन्द्रमति अन्तिमभागं पठतु अस्ति वा न महोदय 7:12 महोदय चन्द्रमति उमा महोदय 7:12 अभवत् महोदय पूर्णिमा भवती किमपि वक्तुमिच्छति हा 7:12 अभवत् ओ 7:12 अभवत् ओके केवलं टु लैन्स् तत् समाप्य वयं परिवर्तनं कुर्मः ओके चन्द्रमती नास्ति भागीरथी अस्मि भगिनि हा पठतु तर्हि प्रथमं कार्यम् इत्संज्ञा इति तदर्थं तदर्थं सप्तसूत्राणि सन्ति तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु अपि न धातुषुः अपि च एकं सूत्रं निषेधकं सूत्रम् एव इदानीं प्रथमकार्यं वयम् इत्संज्ञा प्रक्रिया करणीयम् एव अस्माभिः इति तत् सुलभतया कर्तुं सप्तसूत्राणि सन्ति सप्तसूत्रेषु सप्त त्रीणि सूत्राणि धातु धातु धातुषु अन्य प्रत्यय अपि प्रत्ययेषु अपि धातुषु प्रत्ययेषु अपि सर्वेषु उपदेशेषु प्रयुज्यन्ते एव उपयुज्यन्ते सर्वेषु सर्वाणि सूत्राणि उपदेशे एव प्रयुज्यन्ते अन्य त्रीणि सर्वाणि न त्रीणि एव सर्वाणि न त्रीणि एव त्रीणि एव सूत्राणि त्रीणि त्रीणि सूत्राणि धातुषु अपि तु प्रत्ययेषु उपयुज्यन्ते अन्य त्रीणि केवलं प्रत्ययस्य कृते एव उपयोगं कुर्मः परन्तु न धातुषु धातुषु न अन्य एकम् एव सूत्रम् एकनिषेधकं सूत्रं भवति तुस्माः न विभक्तौ विभक्तौ तुस्माः एतत् एव एकं सूत्रं केवलधातु कृते एव अस्ति खलु आदिनिगुदवः केवलं धातुं धातोः कृते एव अस्ति अस्ति आदिनिगुदवः सत्यम् समस्या कुत्र इदानीं ओके इदानीम् अस्माकं गृहकार्यविषये पश्यामः अग्रे गच्छामः कृतवती सम्यक् कृतवती वा न जानामि हा हा सर्वं सम्यक् अस्ति हा एतत् रिविजन् एव आं भगिनि धातु प्रत्यानं करपत्रं प्रथमकरपत्रं यदस्ति तत्तु केवलं रिविजन्, द्वितीयकरपत्रे वयं साक्षात् पठनम् आरम्भं कुर्मः, धातु कथं विषयं कर्तव्यं, यावत्पर्यन्तं वयं केवलं प्रत्ययविषये चिन्तनं कृतवन्तः, ओके, इदानीं धातुविषये अपि चिन्तनमस्ति, केवलम् इत्संज्ञकवर्णाः निष्कास्य धातु डैरेक्ट् उपयोगं कर्तुं न शक्नुमः सर्वदा, ओके, तत्रापि अस्ति, प्रत्ययविषये वयम् इकवर्णस्य विषये दृष्टवन्तः, पुगन्तविषये किञ्चित् दृष्टवन्तः, परन्तु पुगन्तविषयं तु धातुभागे आगच्छति. सामान्यतः पुगन्त यद् अस्ति, पुक् आगम यदस्ति, तत् धातुभागे आगच्छति, प्रत्ययभागे न, ओके, तथापि वयं दृष्टवन्तः किञ्चित्. इदानीं धातु कथं प्रोसेसिङ्ग् कर्तव्यं, केवलम् इत्संज्ञकवर्णाः न सन्ति, अन्यकार्याणि अपि सन्ति, तस्मिन् विषये अग्रे अग्रे पठिष्यामः, ओके, एकनिमिषं तिष्ठन्तु. शुच् स्पृश् अनुसूया, भवत्याः कार्यं शुच् विषये अस्ति, अनिल् भवतः तु स्पृश्य विषये अस्ति, प्रोसेसिङ्ग् आरम्भं कुर्वन्तु, मनसि अहम् आगच्छामि. शुच धातु अस्ति, तत्र प्रथमं पदविभाग वर्णविभागं करणीयं, श अधिकम् उ अधिकं च अधिकम् अनुनासिक अ अस्ति, तत्र इत्संज्ञाप्रकरणं करणीयम्, अनन्तरम् इत्संज्ञाप्रकरणं करणीयम्. इदानीं सूत्रम् उपयोगं कृत्वा यत् यत् कार्यं करोति शोचति पर्यन्तम् आगन्तव्यं न, तत्सर्वं आरम्भं करोमि. अनुनासिक इत् अनुनासिक अनुनासिकचो उपदेशे जन्नासिक इति सूत्रेण अन्त्य विद्यमान अनुनासिककारस्य संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः शुच्येव शुच्येव अवश्य अधिकम् उ अधिकं च एव अवशिष्यते. इदानीम् ओ एकनिमिषं, हा एकनिमिषम्, उपदेशे जननाशक इति सूत्रेण प्रथमाध्याये आगतं, किमर्थं न जानामि, शुच् धातुः अस्ति न तु तद्धितः, अतः दशक् तद्धिते इति सूत्रेण प्रथमविद्यमान शकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण शुच् न भवति, तृतीयस्य कारणे शुच् एव भवति. भवादि भवादिगणे अस्ति, वादिगणस्य सप्तमिषक् सूत्रेण सप्तत्ययाति, षट् अधिकः भवति, षट् प्रत्ययस्य हलन्त्यं प्रथमाध्याये तृतीयपादे तृतीयसूत्रेण इत्संज्ञा भवति. तस्य लोपः प्रथमाध्याये तृतीयपादे नवमसूत्रे तस्य लोपः भवति. वक्तुं ऐ मीन् निर्बन्धं नास्ति. हा, सूत्रं वदतु, पर्याप्तम् अस्तु महोदय. शप् पकारस्य इत्संज्ञा भवति, हलन्त्यमिति सूत्रेण पकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. श एव अवशिष्य भागं दशक श विकरणप्रत्ययः अस्ति, अतः दशक सूत्रेण आदौ विद्यमानशकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. अ एव अवशिष्टः, अ अवशिष्टभागः. किं वयं योजयामः इदानीं सार्वधातुम् इति सूत्रेण सार्वधातुः अस्ति अनन्तरम् अतः गुणकार्यस्य अर्हता अस्ति. शुच् अधिकम् अ अधिकं सार्वधातुकार्वधातुकयोः इति सूत्रेण एकनिमिषं हा सिप् इति सूत्रेण उपधातम् तस्य सूत्रः प्रयोजनं नास्ति. किमर्थम् इकः प्रत्ययः नास्ति अन्ते, अतः उपधायाम् उपधायां पुगन्तोपधायश्च इति सूत्रेण उपधायां वर्धमानः उकारस्य गुणः भवति, ओकारः भवति. महोदय, भवत्याः प्रोसेसिङ्ग् सम्यक् नास्ति. शुच् अधिकम् अपर्यन्तं सम्यक्. ओके, इदानीम् अत्र किम् अस्ति प्रयोजनस्य आदि अपि कर्तुं शक्यते खलु, प्रत्ययस्य आदि अपि कर्तुं शक्यते खलु, गुणः भवति. अतः अहं तदेव करणीयं. किमर्थम् इत्युक्ते अनन्तरं वयं क्रिया लकारस्य तिगन्त लट् लकारस्य सर्वे कर्तुं शक्नुमः, करणीयम्. अतः अहम् आदि एव प्रत्ययस्य शुच् शोच् भवति इति कर्तुं अनिल् इदानीम् आ यदस्ति शुच् वयं प्रोसेसिङ्ग् कृतवन्तः, शप् विकरणप्रत्ययस्य प्रोसेसिङ्ग् कृतवन्तः, य आ यत् अवशिष्टभागः अस्ति तत् किं प्रत्ययः अस्ति न? आम्. कीदृशः प्रत्ययः? षित् प्रत्ययः, विकरणप्रत्ययः. अपि च पित् पित् प्रत्ययः. षित् अपि अस्ति, पित् अपि अस्ति. तेन कारणेन किं कार्यं भविष्यति अथवा भवितुम् अर्हति? तेन कारणेन किं भवितुम् अर्हति? सो सार्वधातु एकनिमिषं प्रश्नं सम्यक्तया शृणोतु. अवशिष्टभागम् अस्ति, सः कीदृशः प्रत्ययः? भवान् उक्तवान् षित् अस्ति, पित् अपि अस्ति, तेन कारणेन तस्य नामकरणं किं भवति? सकारस्य इत्संज्ञाकारणेन सित्, पकारस्य इत्संज्ञाकारणेन पित्. अतः अप्रत्ययस्य अन्यनाम किं भवति अथवा किं संज्ञां प्राप्नोति? सार्वधातुकसंज्ञा. केन सूत्रेण? तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकम् इति सूत्रस्य आधारेण अ यत् अस्ति तदस्ति सार्वधातुकप्रत्ययः. यदा सार्वधातुकप्रत्ययः अस्ति तेन कारणेन किं किं कार्याणि भविष्यति? कुत्र भविष्यति सार्वधातुकार्धधातुकयोः इति सूत्रेण अङ्गभागे गुण भवितुम् अर्हति. ओके, अङ्गभागं किं सुच् इति अङ्गभागम् अत्र अङ्गभागम् कृते कस्य कृते शुच् इति अङ्गभागम् अकारस्य कृते अकारस्य कृते प्रत्ययस्य कृते अङ्गभागम् अस्ति शुच् इदानीं इदानीम् अग्रे गच्छतु. त्रिंशत् सार्वधातुकम् इति सूत्रस्य आधारेण वयं निर्णयं कृतवन्तः अ यदस्ति तत् सार्वधातुकसंज्ञा अस्ति. तदनन्तरं सार्वधातुकार्धधातुकयोः इति सूत्रस्य आधारेण अङ्गभागे गुणकार्यस्य प्राप्तिः मिलति. इदानीम् अग्रे गच्छतु. तत्कारणात् परन्तु अन्तिमवर्ण अङ्गस्य अन्तिमवर्ण इक् नास्ति अतः पुगन्तलघुपदस्य च इति सूत्रेण उपधायाम् एकवर्णस्य गुणकार्यं भवितुम् अर्हति. अतः सार्वधातुक अर्धधातुकयोः अत्र उपयोगी नास्ति इति अहं चिन्तयामि. सत्यं वा? अन्यत्र न अनन्तरम् उपयोगी भवति. अनन्तरम् उपयोगी भवति. ओके, इदानीं उपधायाम् इक् वर्णः वयं प्राप्तवन्तः. सूत्रं किम्? पुगन्तलघुपदस्य च. हा, पुगन्तलघुपदस्य च, परन्तु उपधायां लघु इक् वर्णः अस्ति न अथवा दीर्घ इक् वर्णः अस्ति? ह्रस्व ह्रस्व अस्ति, अतः लघु इक् वर्णः इति वयं जानीमः. अतः इदानीं किं कार्यं वयं कुर्मः? इदानीं गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः कारणात्. न, परन्तु लघुपदस्य एतस्य आधारेण गुणकार्यं भवति. सम्पूर्णसूत्रं किम्? एकनिमेषं. आमाम्, अत्र अत्र पुक् आगम नास्ति. पुक् आगम तु नास्ति. पुगन्तलघुपदस्य च इति सूत्रं यदस्ति तस्य सम्पूर्णरूपं पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. ओके, एवं भवति. सार्वधातुक अर्धधातुकयोः यत् पदमस्ति तत् स्वीकृतमस्ति सूत्र सूत्रतः. सार्वधातुक अर्धधातुकयोः यत् सूत्रं वयं पठितवन्तः ततः एतत् पदं वयं स्वीकृतवन्तः अनुवृत्तिरूपेण. ओके, अवगतम्? पुगन्तलघुपदस्य च एतत्तु सम्पूर्णसूत्रं नास्ति. सम्पूर्णं वयं कथं कुर्मः? एवम्. ओके, ओके, अतः इदानीं किमस्ति अस्माकं हस्ते? इदानीं किं परिवर्तनं कर्तव्यं? शुच् अधिकम् ओ किं भविष्यति? उकारस्य ओकार भवति. अतः शोच् शोच् इति भवति. शोच् अधिकम् अ. तदा वयं किं प्राप्नुमः? शोच शोच. ओके, अत्र वयं किं योजयामः इदानीं? टिप् टिप् किमर्थम्? प्रथमा विभक्ति न विभक्ति न प्रथमपुरुष एकवचनं लट् लकाररूपं वयं प्राप्तुं अतः तस्य प्रत्ययः अस्ति तिप् इदानीं हलन्त्यं हलन्त्यं सूत्रेण पकारस्य लोपः पकारस्य लोपः ओके पकारस्य इत्संज्ञा तस्य लोपसूत्रेण लोपः अस्ति अवशिष्टभागं किं ति ति ओके ति अवशिष्टम् इदानीं पि कृते शोच किम् अस्ति शोच अङ्गभागं ति कृते शोच अङ्गभागं शोच अङ्गभागं ति कीदृशः प्रत्ययः कृतं न पित् पित् पित् अस्ति चेत् अङ्गभागे किं किं कार्याणि भवितुम् अर्हति पित् अस्ति चेत् किञ्चित् सार्वधातुकम् इति सूत्रमस्ति न पित् कारणेन किमर्थं पित् कारणेन नास्ति महोदय तिङ्क्षित् सार्वधातुकं पि यदस्ति तत् सार्वधातुकम् अस्ति ओके तिङ् कारणेन तिङ् कारणेन ओके किञ्चित् सार्वधातुकम् एतस्य आधारेण पि सार्वधातुकसंज्ञां प्राप्नोति ओके तेन कारणेन आप्षन् द्वयमस्ति सार्वधातुक अर्धधातुकयोः एतस्य आधारेण इक्वर्णस्य अथवा उबन्धलघुपदस्य इति सूत्रस्य आधारेण उपदावर्णस्य उपदायां यत् इक्वर्णः अस्ति तस्य गुणकार्यम् इदानीं परिशीलनं करोतु शोच यदस्ति तस्य अन्तिमवर्णः इक्वर्णः अस्ति परन्तु अत्र अन्तिमवर्ण अपि इक् नास्ति उपदायामपि इक् नास्ति अतः किमपि कार्यं न कर्तुं शक्नुमः साक्षात् वर्णमेलनं कृत्वा किं प्राप्नुमः शोचति शोचति इति रूपं सिद्धं भवति अवगतम् आं महोदय दोषस्य इदानीम् अवगतं कथं भवति अत्र अहं केवलं रूपाणि लिखितवती अरे वद उमा भगिनी कुत्र दोषः अभवत् अहमपि इदेव वचन्ति उक्ति उक्तमस्ति कथं मम दोषः अभवत् भवत्याः दोषः कुत्र अस्ति अविषये आल्रेडि टोल्ड् इट् इस् सार्वधातुक पित् अस्ति इति तत् तदर्थं गुणकार्यं भवति इति उक्तवती खलु उक्तवती रेकार्ड् अस्ति चेत् पश्यतु रेकार्डिङ्ग् मध्ये अपि पश्यतु पश्यतु पश्यतु अहम् उक्तवती भ्रमः भवति कथं कुत्र मम दोषः अभवत् इति भवत्याः दोषः एवं नास्ति परन्तु भवत्याः सम्यक् नास्ति इति भवती केवलं वदति वदति वदति किञ्चित् तिष्ठतु यदस्ति किमर्थं कुत्र दोषः भवति इति ज्ञातुं शक्नु ज्ञातुम् इच्छामि अतः पृच्छामि न तु भवतः दोषः इति मम किमर्थं किमपि अभिप्रायं नास्ति मम दोषः कुत्र भवति इति ज्ञातुम् इच्छामि भवती एकं कार्यं करोतु रेकार्डिङ्ग् शृणोतु दोषः नास्ति तत् न स्वीकृतवती ओके अतः मम कृते किम् अस्ति सर्वदा सर्वदा उपयोगी यदस्ति तदेव अहं प्रयत्नं करोमि प्राप्तुम् ओके यदा डिसार्डर्ली अस्ति अथवा ज्ञानं नास्ति कीदृशी कीदृशः उक्तवती महोदय अहं निश्चयेन उक्तवती असारोदधातुकं पित् अस्ति इति उक्तवती संशयः नास्ति ओके अस्तु महोदय इदानीं चर्चा न भवति अग्रे गच्छामः अन्यतः समयः जातः महोदय सूचना धातु दिवादिगणे अपि अस्ति वयं तु द्वादिगणीयधातुविषये एव चिन्तनं कृतवन्तः शोचति द्वादिगणे अत्र अहं ए वन् लिखितवती न देट् इस् प्रथमगण ओके अन्यत्र अहं स्थापितवती केचन अन्य धातवः सन्ति यत्र अहं स्थापितवती अन्यगणस्य कृते अपि ओके सो वाट् ऐ एम् थिङ्किङ्ग् इस् बिकास् इट् इस् इन् बोथ् शाल् वि ट्रै द अदर् वन् आल्सो वि केन् कम्पेर् देन् कस्मिन् गणे अस्ति भवान् उक्तवान् दिवादि चतुर्थगणे दीव्यति न बेटर् नाट् टु ट्रै देट् किमर्थं कारणं दि दिन् यद् नो सोरि तत्र देर् इस् अनदर् स्पेशल् देर् इस् धातुभागे दीर्घं भवति देर् इस् सम् सूत्रं विच् कम्स् देट् इस् ऐ डिड् नाट् ओके न सूच्यते महोदय सूच्यते दीर्घ नास्ति न न न देट् ओके फैन् वन् मिनिट् लेट् मी जस्ट् पुट् इन् अष्टाध्याय डाट् काम् अण्ड् चेक् वेदर् वि केन् डू इट् ऐम् नाट् 100% श्योर् देट् वी केन् डू इट् वै धातु गो फर् दिवादिगण ने दिवादि शुच इस् योर् स्टार्टिङ्ग् पायिण्ट् फार् वादिगण बट् फार् दिवादिगण इट् इस् ई शुचिर् अस्तु अस्तु अस्तु ओके सो इफ् ऐ गो ओवर् ऐ विल् गेट् शुच्यति अण्ड् शुच्यति अस्तु अस्तु त्यजतु महोदय त्यजतु ओके I think I checked it and then only decided not to accept, yeah. What happens now, we get great ideas. Okay. Hello. Now let's come back. Whose term is it? Then in Punaha. I have to come to Vijaya, I think. Is she there? Vijaya, Bhavati Asti? Yes, Mahode. Okay. Itanim Srishya Dhatu Vishye. Processing Karotu. Yes, I am Anusuya and Anil together they did. In the same way, try to do for Srishya. Stepwise, Don't give me a garbled version. Okay. स्पृश अत्र तु धातुः अस्ति स्पृश स्पृश इति अस्ति तत्र उपदेश अज अनुनासिक इत् इत्यनेन अत्र अकार अकार अनुनासिकवर्णः इत् भवति अतः स्पृश एव तिष्ठति इदानीं अस्तु महोदय करोतु करोतु तिष्ठति ओके तत्र अहं योजयामि कर्तरि शप् इत्यनेन न कर्तरि शप् इत्यनेन न इदानीं गणं दृष्ट्वा प्रत्ययः विकरणप्रत्ययः निर्णयं करोतु सिक्स् गणकधातु इट् इस् तुदादिगणधातुः अतः तुदादिभ्यः शः इत्यनेन श प्रत्ययः आगच्छति आम् शप्रत्ययः आगच्छति. ओके, आम् आम्. इदानीं शप्रत्ययस्य कृते किं किं कार्यं कर्तव्यं? स्पृष्टो तदेव तिष्ठति. अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. शकारः अकार एव तिष्ठति. अनन्तरं तिप्तस् जि इति बृहत् सूत्रेण ति इति प्रथमपुरुष एकवचनस्य विवक्षा अस्ति, अतः तत्र ति भवति. तत्पूर्वम् अकृते किम् अस्ति? लशकुतति तु आम् विकर्णप्रत्ययः. इदानीम् अनुबन्धलोपानन्तरं प्रश्नं शृणोतु. अप्रत्ययस्य किम् अस्ति, किं भागम् अस्ति? अङ्गभागम् किं महोदय? अकृते अप्रत्ययः अस्ति. अप्रत्ययस्य कृते पृष्यदस्ति, तत् अङ्गभागं भवति. ओके, स्पृश इति भवति इदानीं खलु? न तावत्पर्यन्तं शक्नुमः, न गन्तुं शक्नुमः. अकृते स्पृश्यदस्ति, तत् अङ्गभागम् अस्ति. इदानीम् अकीदृशः प्रत्ययः अस्ति? तस्य वयं तस्य लोपकार्यं कृतवन्तः, अतः किं नाम प्राप्तम्? सार्वधातुकप्रत्ययं वा भवत्याः प्रश्न? कथं वयं जानीमः? अतः एव तत्र लोपकार्यं कृतवन्तः, प्राप्तवन्तः. पूर्वं किम् आसीत्? शका श अस्ति, श आसीत्, इदानीं अस्ति अनुबन्धलोपानन्तरम्. अनुबन्धलोपानन्तरम् अ इति वयं प्राप्तवन्तः. तेन कारणेन अप्रत्ययस्य अन्यनाम किं? विकरणप्रत्यय तु एकम्, अन्यनाम किम्? सकार अतः अ यदस्ति तत् षित् अस्ति. षित् अस्ति, तेन कारणेन इतोपि किं नाम प्राप्नोति? अ यदस्ति षित् सार्वधातुकम् इति सूत्रमस्ति. आमां, तेन कारणेन अ यत्र प्रत्ययः अस्ति तत्तु एकं तु विकरणप्रत्ययः, द्वितीयं तृतीयं सार्वधातुकम्. ओके, सार्वधातुकं संज्ञां कथं प्राप्नोति? किञ्चित् सार्वधातुकम् इत्यस्य सूत्रस्य आधारेण प्राप्नोति. तेन कारणेन किं किं कार्याणि भवितुम् अर्हन्ति? सार्वधातुकम् इति संज्ञा प्राप्तं, तेन कारणेन अन्यकार्याणि किं भवितुम् अर्हन्ति? अत्र आ अस्ति चेत् स्पृश किम् अत्र करणीयं महोदय? स्पृश भवती स्मरति यावत्पर्यन्तं विजयातो आनीतवती. ओके, स्पृश षष्टमगणस्य धातुः अस्ति, च विकरणप्रत्ययः अस्ति, तेन श यत् विकरणप्रत्ययः अस्ति तस्य शकारः इत्संज्ञा भूत्वा अ एव तिष्ठति. अतः शकारस्य संज्ञा अपहर्षि right from the beginning I'll tell beginning in the middle means I will struggle I'll tell you right from the beginning Frish, okay that is true parantu kinchi tasyai hi vadatu bring your mic closer I am very much nearer to my mic and okay. Dooravani okay. is nearer to my mouth also vadatu प्रथमं तुदादिगणः औपदेशिकधातुः वर्णविच्छेदः शकारः अकारः ऋकारः शकारः अनुनासिक अकारः इत्संज्ञाप्रकरणं कृत्वा उपदेशे अज् अनुनासिक इति सूत्रेण अनुनासिक अकारः इत् भवति तस्य लोपः इति सूत्रेण अनुनासिकाकारः लोपः भवति उपयोगिरूपं सम्पर्शने मीनिङ्ग् टु टच् तत्रकारे प्रथमपुरुष एकवचनं विवक्षा विकरणप्रत्ययः सुधादिगणः चकारः अतः विकर्णप्रत्ययस्य इत्संज्ञा प्रकरणं लषक् पतटिते इति सूत्रेण चकारः इत्संज्ञा भूत्वा इत्यनेन सूत्रेण चकारः तस्य लोपः इति सूत्रेण चकारः अपगच्छति लोपः भवति अकारः अवशिष्यते स्पृश नौ योजनम् अकारः स्पृश इति रूपं सिद्ध्यति तदनन्तरं तिञ्चित् सार्वधातुकं तिङ् प्रत्ययः योजनं तिञ्चित् सार्वधातुकं तिङ् प्रत्ययः तिप् एव तिप् इति प्रत्ययः वकारस्य इत्संज्ञा दट् इस् हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण पकारः लोपः भवति पित् पकारः इत् अतः पित् भवति पित् गुणकार्यम् अनुमन्यते किञ्चित् सार्वधातुकम् अतः गुणकार्यं कर्तुम् अर्हति उपयोगिरूपं गुणनिर्मिता प्रत्ययः विकरणप्रत्ययं सार्वधातुक वा आर्धधातुक वा इति परिशीलनं कृत्वा नौ स्पृशति यु हेव् आल्रेडि अप्टेन्ड् स्पृश अङ्गम् आफ्टर् विकरणप्रत्ययं नौ प्रत्ययं यु हेव् अप्टेन्ड् स्पृशति उपयोगिरूपम् मम प्रश्नस्य उत्तरं न प्राप्तं नाट् एव्रिथिङ्ग् रैट् अण्ड् देट् इस् एक्साक्ट्लि वेर् इवन् विद्या वाल्स् ओके प्रश्नं किमस्ति महोदय वि मिस्ड् वन् स्टेप् वाट् वाट् टेल् मी स्पृस् प्लस् अकार अस्ति तत्र गुणकार्यं किमर्थं न भवति देट् इस् एक्साक्ट्लि क्वश्चन् ऐ गोट् ऐ आस् विद्या उषा आल्सो ऐ मीट् इट् गो इन् आर्डर् इन् फार्म् सो यदस्ति तत्र गुणकार्यस्य अवकाशः अस्ति परन्तु किञ्चित् सार्वधातुकम् इति नास्ति अकारः सार्वधातुकसंज्ञां तु प्राप्नोति परन्तु पित् नास्ति अतः गुणकार्यस्य किम् अवकाशः नास्ति नीति च सूत्रकारणेन सार्वधातुकम् अपि च अतः मिति इति सूत्रस्य अवकाशः आगच्छति तदा गुणकार्यस्य वाट् इस् इट् आपर्चुनिटि नास्ति. एतदेव अहं स्पष्टीकरणं कर्तुं इष्टवती. विजया, नौ यु अण्डर्स्टुड् वाट् वास् मै क्वेश्चन्? मिति च इति सूत्रेण गुणविच्छेदः भवति, अत्र गुणकार्यं न भवति, कारणम् अवकाशः चित् कारणेन सार्वधातुकं सूत्रस्य आधारेण सार्वधातुकसंज्ञां प्राप्नोति यदस्ति. अतः गुणकार्यस्य अवकाशः अस्ति. अत्र ऋ यदस्ति इक्वर्णः अस्ति, अपि लघु इक्वर्णः अस्ति, अतः प्रथमलघुपदस्य इति सूत्रस्य अवकाशः अस्ति, परन्तु प्राप्तिः नास्ति. किमर्थं? कारणम् अयदस्ति, तत् अपि अस्ति. ओके, दिस् इस् वाट् ऐ हाव् टु कीप् रिमेम्बरिङ्ग्. आल् आफ् आल् परिशीलनम् एवं सोपानेन कर्तव्यम्. अन्यथा वाट् विल् हेपन् इस् यु मैट् मिस् अ स्टेप् अण्ड् देन् आफ्टर् एण्ड् अप् वित् अ राङ्ग् आन्सर्. ओके, अत्र तु रैट् आन्सर् प्राप्तं, समस्या नास्ति, परन्तु सर्वदा सर्वदा एवमेव आगच्छति इति वाट् इस् इट् निश्चयं नास्ति न? आं महोदय, आमामां. सो परिशीलनं सोपानेन कर्तव्यम्. ओके ओके, दट्स् एक्साक्ट्लि वाट् ऐ वाण्ट् युर् टु इन्कल्केट् इन्कल्केट् ओके. धन्यवादः महोदय, धन्यवादः. वन् मोर् कर्तुं समयः अस्ति. रवि, यु वाण्ट् टु ट्रै? रवि महोदय अस्ति, प्रयत्नं करोति. जी विषये, जी जयति, प्रथमगणीयधातु. In a way, it is easy. Arabam karotu. G. G. Atra kimapi itsanyaka varnaha asti? Nasti. Nasti. Atra. Shab. Shab. Sakshat shab yojayama. लशकु अधत्वे च हरन्त्यं तस्य इत्संज्ञा लशक् अशेष लशक् अतद्धिते शकारस्य इत्संज्ञा च हलन्त्यं पकारस्य संज्ञा अनन्तरम् अशेषः न न न इत्संज्ञकवर्णानां कृते तस्य लोपः लोपकार्यमपि कर्तव्यम्. इदानीम् अवशिष्टम् अकार यदस्ति सार्धातुक अस्ति, तिंशित् सार्धातुकम्. किञ्चित् सार्वधातुकम् इति सूत्रस्य आधारेण अयदस्ति, तत् सार्वधातुकप्रत्ययः. अतः इदानीं सार्धातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. कुत्र गुणः भवति? अन्त इकारस्य गुणः इत्युक्ते अङ्गभागे. ओके, जि यदस्ति अप्रत्ययस्य कृते जि अङ्गभागम् अस्ति. ओके, अतः अङ्गभागे इक् वर्णस्य गुणकार्यं भवति. अतः जे ए अधिकम् अ. इदानीं किं भविष्यति? ओके, एचो ऐ आवः इति सूत्रेण अय् भवति, एकारस्य स्थाने अय् भवति, अय् आदेश भवति, अय् आदेश भवति, अतः ज जय। इदानीं किं प्राप्नुमः? जय जय इति वयं प्राप्नुमः। तत्र वयं किं कुर्मः अनन्तरं? लट् लकार प्रथम पुरुषः, प्रथमपुरुष एकवचन, एकवचनस्य विवक्षायां टिप् टिप्, ओके। तदनन्तरं किम् आगच्छति? हलन्त्यं, हलन्त्यं च तस्य लोपः, पकारस्य संज्ञा तस्य लोपः। तदा अवशिष्टभागं ति ति, ओके। इदानीं ति कीदृशः प्रत्ययः अस्ति? पित् टिप् च सार्धातुक प्रत्ययः अस्ति, त्रिंशत् सार्धातु। एकनिमिषं, त्रिंशत् सार्वधातुकम् इति सूत्रस्य आधारेण पि यदस्ति तत् सार्वधातुकप्रत्ययः अस्ति, ओके। सार्वधातुकप्रत्ययः अस्ति, पिट् अपि अस्ति, तेन कारणेन अङ्गभागे किं किं कार्यं वयं कर्तुं शक्नुमः? गुण कर्तुं शक्नुमः, किन्तु गुणस्य कृते इक् वर्णः, अन्तिमवर्णः इक् नास्ति। ओके, इदानीम् उपदाविषये चिन्तनं करोतु। उपदा यकार अस्ति, तदपि इक्वर्णः नास्ति, अतः गुणकार्यस्य अवकाशः अस्ति परन्तु प्राप्तिः नास्ति। अतः किं कार्यं वयं कुर्मः? साक्षात् वर्णमेलनं, जयति, वर्णमेलनं कृत्वा जयति इति रूपं प्राप्नुमः, ओके। ओके, सुलभमस्ति? ओके, डु वि हाव् टैम् टु डु वन् मोर् आर् यु वाण्ट् टु वैण्ड् अप्? किमपि प्रश्नः अस्ति? पेटर्न् अवगतं, कथं करणीयम् इति? स्टेप् बै गो, डोण्ट् मिस् सिङ्गल् स्टेप्। महोदय, जिः शिवरादिगणे अपि अस्ति। किमस्ति? शिवरादिगणे, हा, शिवरादिगणे किमस्ति? जि जि हा, जि यत् शिवरादिगणे अस्ति तत्र तु अणिच् प्रत्ययस्य योजनं भविष्यति। अग्रे अग्रे कक्षा जि अस्ति, जि जये वन् मिनिट्, हा, वादिगणे, अगेन् दिस् इस् वादिगणे एण्ड् यहाँ पे भाषायां चुरादिगणे, लेट् अस् सी हियर् टु स्पीक् टाक् जापयति इति आगच्छति, ओके। जयति अपि अस्ति महोदय, जयति अपि अस्ति। किमस्ति? जयति अपि अस्ति, जयति इति लिखितम् अस्ति, जापयति, ऐ थिङ्क् देट् विल् बि सेकेण्ड् सनन्त निजन्त, आल् दोस् थिङ्ग्स् आर् देर् न, ऐ कुड् बि वन् आफ़् दोस् आल्सो, ओके, ओके। चुरादिगणीयधातु कृते णिच् प्रत्ययस्य आगमः भवति, तत् वयम् अग्रे करिष्यामः, ओके। अस्तु, मन्दं मन्दम् अग्रे गच्छामः, गो, लेट् अस् गो स्मा बेबि स्टेप्स्। अस्तु, बेबि स्टेप्स् अवगमनं किञ्चित् स्पष्टतया भवति इति अहं मन्ये, ओके। एनि अदर् क्वश्चन्स्? नो, ओके, समापयामि। ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। धन्यवादः, शुभदिनं, शुभरात्रि, वटेवर्। ओम्। समापयामि।